इह घोरे कलौ प्राये जीवश्चासुरताङ्गतः क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम्। इह घोरे कलौ नाम कलियुगे प्रायः जीवः असुरतां गतः नाम असुरतां प्राप्तवान् जीवः सर्वोऽपि तेन एवं क्लिष्टः अस्ति जीवः क्लेशाक्रान्तोऽस्ति तस्यैव शोधने किं परायणं कः उपायः इति पृच्छति षष्ठमे श्लोके भागवतमाहात्म्ये।